नमस्कारः प्रवृत्तमानविषयः अस्ति दिवादिगणः इति. दिवादिगणे श्यन् इति विकरणप्रत्ययः. अत्र अपित्वा त्रीणि प्रमुखकार्याणि इति परिशीलितवन्तः. प्रथमं कार्यमासीत् ङिति च इति सूत्रेण गुणनिषेधः. अनन्तरम् आसीत् अनिदितां हल उपदायां ङिति इति सूत्रेण नकारस्य लोपः. अनिदित् धातुः अस्ति चेत् तस्य नकारस्य लोपः कित् ङित् प्रत्यये परे इति द्वितीयकार्यम्. तृतीयकार्यमेव वयं गतसप्ताहे परिशीलितवन्तः, सम्प्रसारणकार्यम् इति. सम्प्रसारणी दातवः, तेषां सम्प्रसारणकार्यम् इति दृष्टवन्तः. सूत्रमासीत् ग्रहीज वयि व्यधि वष्टि विच्छति वृच्छति पृच्छति बृजति नाम् इति च इति सूत्रमासीत्, येन सम्प्रसारणकार्यं भवति. सम्प्रसारणकार्यम् इत्युक्ते यणः स्थाने इक् इति आदेशः भवति इति दृष्टवन्तः. तत्र वयम् एतदपि दृष्टवन्तः, यत्र सम्प्रसारणदातवः इति स्वीकुर्मः तत्र द्वौ सम्प्रसारणी वर्णाः वर्णौ सम्प्रसारणी वर्णौ स्तः चेत् किं भवति इत्युक्ते न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण द्वितीयसम्प्रसारणवर्णस्य एव सम्प्रसारणकार्यं भवति. सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणवर्णस्य सम्प्रसारणं न भवति इति दृष्टवन्तः. सूत्रमासीत् न सम्प्रसारणे सम्प्रसारणम्. अस्माकं विवादिगणे व्यद् इति एकः एव धातुः अस्ति, सम्प्रसारिणः धातुः सम्प्रसारिणि धातुः, यस्य सम्प्रसारणकार्यं भवति. व्यद् इति यत्र श्यन् इति विकरणप्रत्ययः अस्ति तत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण सम्प्रसारणे परे पूर्वं स्थितस्य वकारस्य सम्प्रसारणं न भवति. अनन्तरं ग्रहीज्या इति अस्माकं सम्प्रसारणविधायकसूत्रं, येन वकारः तु पूर्वं स्थितवर्णः, तस्य तु किं सम्प्रसारणकार्यं न भवति. द्वितीयं यकारः अस्ति, यकारस्य स्थाने इकारः. अनन्तरं एकः अकारः अस्ति, यकारः अकारः. इदानीं यकारस्य स्थाने एव इकारः आगच्छति. यकारोत्तरवर्ति अकारः तादृशमेव, प्रथमं तस्य स्थाने किमपि आदेशः न भवति. अनन्तरं तत्र तु सम्प्रसारणाच्च इति अन्यत् सूत्रम् आगत्य सम्प्रसारणसंज्ञकवर्णात् परे अच् वर्णः अस्ति चेत् पूर्वपरयोः स्थाने पूर्वरूपादेशः इति सूत्रं वदति. विद्योगः य विध्य इति अङ्गं विध्यति इति रूपं. तावत् पर्यन्तं वयं दृष्टवन्तः. अस्माकं संज्ञासूत्रमस्ति सम्प्रसारणसंज्ञासूत्रम् इग्यणः सम्प्रसारणम्. अतः सम्प्रसारणकार्यस्य कार्याणां कृते चत्वारि सूत्राणि, इग्यणः सम्प्रसारणम् इति संज्ञासूत्रं, न ग्रहीज्या वै व्यधि व्यधि वष्टि विचति विच्छति पृच्छति बृजति किति च इति सम्प्रसारणविधायकसूत्रं, न सम्प्रसारणे सम्प्रसारणम् इति एकं निषेधसूत्रमपि अस्ति. अनन्तरं सम्प्रसारणाच्च इति सूत्रेण पूर्वरूप आदेशः इति सम्प्रसारणकार्याणां कृते चत्वारि सूत्राणि. इदानीम् अग्रे सरामः. ऋकारान्ताः दातवः इति तृतीयं बिन्दु तृतीयबिन्दुः अस्ति. ऋकारान्ताः दातवः इति तत् पश्यामः. राजेन्द्रमहोदय पठति वा? महोदय. भगिनी नमस्कारः. नमस्ते नमस्ते भगिनी, स्वागतम्. आम्, तत्र ऋकारान्ताः दातवः इति अस्ति किल महोदय, तस्मात् आरभ्य. ऋकारान्ताः दातवः, द्वौ दातव दातु दिवादिगणे झृष् झृष् व्योहानौ जीर्णः भवति इमौ द्वौ धातौ द्वौ धातु ऋकारान्तौ समानार्थकौ च हलन्त्यं तस्य लोपः इत्याभ्यां झृ झृ अवशिष्यते झृ योगिष्यन् षन् यत्र अत्र झृ योगिय यकारः षन् षकारणकारस्य लो इत्संज्ञा भूत्वा लोपः भवति य एव अवशिष्यते ऋत् ऋत् इद् धातोः तेन सूत्रेण इत्यनेन ऋदन्तस्य धातोः ह्रस्व इकार आदेशः आदेशः जि योग जि योग य य पुनरपरः इत्यनेन ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् सदा रपरः झृ योगय य हलादि अथ हला हलि च इत्यनेन हलि परे रेफान्तस्य धातोः उपधायां स्थित् इक् वर्ण दीर्घः झृ झृ योगय झीर्य इति अङ्गं झीर्य योगति तिङन्तप्रत्यया जीर्यति जीर्यति अत्र किमस्ति अस्मिन् सूत्रे द्विवादिगणे धातुद्वयम् अस्ति ऋकारान्तधातवः झृष् अपि च झृष् तत् वयोहानो जीर्णः भवति समानार्थक धातुस्तः तत् हलन्त्यं तस्य लोपः तत्र भूत्वा तत् झृ अपि च झृ अवशिष्यते झृ योगशन् यत् शन् प्रत्ययः दिवादिगणे विकरणप्रत्ययः शन् अस्ति षकारनकारस्य लोपं भूत्वा तत् यकारः अवशिष्यते झृ योगय य अत्र ऋत् इत् धातोः सूत्रेण तत् ऋदन्तस्य धातोः ह्रस्व इकार आदेशः भवति अपि भवति झि योगय उरन्रपरः तत्र इत्यनेन ऋकारस्थाने यथा यः अन् आदेशः भवति सः सदा सा सदा रपरः भवति तत् झृ झृ योगय य हलादि अस्ति अतः हलि च सूत्रेण हलि परे रेफान्तस्य धातोः रेफान्तस्य धातोः उपधायां स्थिति यः इक् वर्णः अस्ति झृ तस्मिन् अवसरे तत्र झृ भवति दीर्घ दीर्घतमं भवति झृ योगय जीर्य इति अङ्गं निष्पन्नं भवति कथं भवति अत्र किञ्चित् विस्तारेण तत् झृष् योगशन् अनुबन्धलोपे झृ योगय ऋत् इद् धातोः झि योगय उरन्रपरः झृ योगय हलि च झृ योगय जीर्य योग योगहत्ति जीर्यति लटि जीर्यति रूपं निष्पन्नं भवति तथैव झृ योगशन् ऋत् धातोः अत्रापि झि योगय उरन्रपरः झृ योगय हलि च झृ योगय झीर्य अति इति अङ्गं झीर्य योग ति झीर्यति झीर्यति रूपं निष्पद्यते तत् अत्र अत्र मुख्यतया अत्र किमस्ति दीर्घकारान्तधातुः अस्ति झृष् झृष् व्यवहानौ तत् अर्थसमानार्थकधातुः सन्ति अत्र प्रथमं किं भवति ऋत् इत् धातोः सूत्रेण यथा ऋकारः अस्ति तस्य इकारः ह्रस्व आदेशः भवति ह्रस्व इकार आदेशः भवति तदनन्तरं शन्तः इकारः अवशिष्यते झृ झि योगय तदनन्तरम् उरन्रपरः भवति यत्र अन्यः आदेशः आसीत् तस्य रपरः भवति झृ योगय कारः य हलादि अस्ति तत्कारणात् हले च सूत्रेण हले परे यः रेफान्तस्य धातो यः उपधायां स्थित एकः वर्णः अस्ति तस्य दीर्घत्वं भवति झृ योगय झीर्य इति अङ्गं झीर्य झीर्यति लटि निष्पन्नं भवति तथैव झृष् यः द्वितीयधातुः अस्ति तत्रापि समानप्रक्रिया भवति सम्यक् ऋत इद् धातु महोदय ऋत इद् धातुः सूत्रमपि पठति वा आमामामामां ऋत् इद् धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकार आदेशः भवति कितिनिति प्रत्यये परे निमित्तम् अस्ति कितिनिति प्रत्ययः यदा परे अस्ति तदा तत्र इकारान्तस्य धातोः अङ्गस्य ह्रस्व इकार आदेशः भवति अस्मिन् सूत्रे निमित्तं न उक्तं यत्र यत्र अवसरः तत्र तत्र प्राप्तिः कित् नित् भिन्न प्रत्ययः परश्चेत् गुणे सति इकार आदेशस्य प्रसक्तिर् न भवति कित्नित् प्रत्ययः में भिन्न कोऽपि प्रत्ययः भवति तत्र इकारादेशः प्रसक्तिः न अस्ति अलोन्त्यस्य इत्यस्य सहायेन पूर्णतया धातोः स्थाने न अपि च अन्तिमस्य ऋकारस्य स्थाने ह्रस्व इकार आदेशः येन विदितदन्तस्य इत्यस्य सहायेन ऋतः इत्यनेन ऋदन्तस्य इत्यस्य अपि ग्रहणं ऋतः षष्ट्यन्तम् इत् प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इतः ऋत् धातोः अङ्गे यः ऋकारः अस्ति ऋकारः अस्ति तस्य ह्रस्व इकार आदेशः भवति प्रत्यये परे यद्यपि तत्र खलु आं महोदय श्रूयते वा आम् आं श्रूयते ऋत इति अस्ति खलु ऋकारात् ह्रस्व नास्ति खलु ऋत ऋकार आं दीर्घ एव झृ इति अपि दीर्घः झृ इति अपि दीर्घः ऋदन्तस्य धातोः ऋत् यस्य अन्ते अस्ति तादृशधातोः इति भवति गिरुस्थाने जि आगच्छति अनन्तरं उरन् रपरः इति कारणेन सर्वदा तत्तु रपरः एव भवति अतः जिर् इति भवति तदेव प्रश्नः वा महोदय आमां श्रूयते वा मम ध्वनि किञ्चित् मन्दरूपेण एव श्रूयते अतः एव स्पष्टं वा ऋत इद् धातोः खलु ऋत इद् धातोः ऋत इद् धातोः ऋत इद् धातोः एव महोदय दीर्घ ऋकाराः एव प्रोनन्सियेशन् वि मेक् इट् ऋत् ऋत इद् धातोः ऋत ऋतः नास्ति ऋत सम्यक् आम् दीर्घमेव ऋत इद् धातोः एव ग्रहणमपि ऋत इत् इति अस्ति चेत् ग्रहणमपि दीर्घस्य एव भवति तत्र ऋत इति अस्माकं तपरतत्कालस्य इत्यनेन दीर्घ ऋकारस्य एव ग्रहणम् सम्यक् तदेव ऋत तत्र यद्यपि सूत्रे कितिङिति प्रत्यये परे इति न उक्तं तत्र ऋदन्तस्य धातोः अङ्गस्य ह्रस्व ईकारादेशो भवति इत्येव उक्तम् तत्र फलितार्थः एव कितिङिति प्रत्यये परे किमर्थम् इत्युक्ते यदा तद् भुआदिगणे आसीत् चेत् ऋ इति अन्ते अस्ति चेत् तत्र गुणः भवति किल इक् वर्णः गुणः भवति एव अतः तत्र अत्र वयम् अवगन्तुं शक्नुमः फलितार्थः इत्यनेन कितिङ् इति प्रत्यये परे एव अस्मिन् सूत्रे यद्यपि निमित्तं न उक्तम् यत्र यत्र अवसरः तत्र तत्र प्राप्तिः इति तावदेव एतत्तु मुख्यसूत्रमस्ति बहुवारम् आगच्छति ऋत इद् धातोः इति सर्वदा यत्र यत्र वयं ऋत इद् धातोः इति सूत्रेण ईकार आदेशः भवति तत्तु सर्वदा रपरः भवति उरन् रपरः सूत्रम् अस्ति अग्रे वयं पश्यामः परन्तु सर्वदा रपरः भवति इत्येव वदति अस्तु श्रीवल्लीभगिनी पठति वा आं भगिनि षष्ठीस्थाने योगः षष्टिविभक्तेः अन्यार्था भावे स्थाने इति अर्थः भवति. स्थानेन योगः यस्याः बहुव्रीहिः परिभाषासूत्रम् षष्टिस्थाने योगः इति सूत्रं परिभाषासूत्रम्. षष्टिविभक्तेः षष्टिविभक्तिद्वारा अन्यर्थाभावे इति अन्यर्थाभावे स्थाने इति अर्थः भवति. वयम् अवगन्तुं शक्नुमः इति अन्य अर्थ अभावे वयम् अवगन्तुं शक्नुमः स्थाने इति अर्थः. अलोन्तेस्य षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल् वर्णस्य स्थाने भवति. परिभाषासूत्रम् अलः षष्ठिन्द्रम् अन्तस्य षष्ठिन्द्रम् द्विपदमिदं सूत्रं षष्ठीस्थानीयोगा इत्यस्मात् षष्ठीस्थानी इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रं षष्ट्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः. अलोन्त्यस्य इति सूत्रं सूत्रस्य सम्पूर्णसूत्रं षष्ट्या अन्त्यस्य अलः स्थाने आदेशः इति विद्यमानः आदेशः भवति. अस्तु, अलोन्त्यस्य वयं दृष्टवन्तः कुत्र कार्यं इति सामान्यसूत्रम् अलोन्त्यस्य इति येन विधिस्तदन्तस्य अपि पठतु भगिनि. येन विधिस्तदन्तस्य विशेषणं तद् अन्तस्यापि भवति स्वस्य अपि भवति सः अन्ते यस्य सः तदन्तः तस्य तदन्तस्य बहुव्रीहिः. परिभाषासूत्रम् विधीयते इति विधिः येन तृतीयान्तं विधिः प्रथमार्थं तदन्तस्य षष्ठ्यन्तं त्रिपदमिदं सूत्रं स्वं रूपं शब्दस्याशब्दसंज्ञा इत्यस्मात् स्वं रूपम् इत्यनयोः अनुवृत्तिः. विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः स्वस्य रूपस्य. अनुवृत्तिसहितसूत्रं येन विधिः तदन्तस्य स्वस्य रूपस्य. वदतु भगिनि. येन विधिः तदन्तस्य सूत्रेण विशेषणं तत् अन्तस्य अपि भवति विशेषणं स्वस्य अपि भवति इति उदाहरणं रूत ऋत इति अन्तस्य ऋत इति वयं न जानीमः अन्तस्य आदि ओ ए ए सूत्रेण येन विधि तदन्तस्य इति सूत्रेण अन्तस्य इति विधीयते ओके. तत्र ऋतः धातोः अङ्गस्य इत् इति अस्ति किल तत्र अनुवृत्तिसहितसूत्रं तत्र विशेषणं किं विशेष्यं किम्? विशेषणं ऋतः धातोः विशेष्यं ऋतः विशेषणं सो विशेषणं तदन्तस्य अपि भवति स्वस्य अपि भवति तदन्तस्य अपि केवलं यत्र ऋत् ऋतः इति अस्ति चेत् ऋकारस्य ग्रहणं भवति किल ग्रहणं भवति केवलं ऋ इति धातुः न तादृशधातुः यस्य अन्ते ऋकारः अस्ति विशेषणं तदन्तस्यापि भवति स्वस्य अपि भवति ऋकारस्यापि भवति ऋकारान्तधातोः अपि भवति अतः जृ इति स्वीकुर्मः चेत् ऋकारः अन्ते अस्ति तस्यापि भवति यदा ऋ इति एव धातुः अस्ति चेत् तस्यापि भवति इति एव वदति. येन विधिस्तदन्तस्य नास्ति चेत् वयं चिन्तयामः ऋकारान्तधातोः विषये एव इति. तत्र अस्य सूत्रस्य ऋकारः ऋकारान्तधातुः अस्ति इति स्वीकुर्मः चेत् दृ इत्यस्मिन् विषये तस्य प्रसक्तिः न भवति. क्षम्यतां, ऋकारः इति धातुः अस्ति चेत् न ऋकारान्त न ऋकारः धातुः अस्ति चेत् इति स्वीकुर्मः चेत् अस्य प्रसक्तिः अत्र न भवति. परन्तु येन विधिस्तदन्तस्य वदति ऋकारः एव इति न, यस्य अन्ते ऋकारः अस्ति इति, अतः अत्र तस्य प्रसक्तिः. अवगतं किल? सर्वदा केन कारणेन कार्यं करोति इत्येव येन विधिस्तदन्तस्य स्पष्टं स्पष्टीकरोति परिभाषासूत्रम्. सम्यक्, धन्यवादः. रघुपतिमहोदय, अग्रिमसूत्रम्. उरण्ड्रपरः, श्रूयते वा? आम्, श्रूयते. उरण्ड्रपरः, ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् तदा रपरः भवति. ऋकारेण त्रिंशत्प्रकारकः ऋकारः भवति इति बोध्यम्. रः परो यस्य, सः रपरः. उ षष्ठ्यन्तम्, अण् प्रथमान्तं, रपरः प्रथमान्तं. त्रिपदमिदं सूत्रम्. स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति. उः स्थाने अण् रपरः इति. ऋकारस्य स्थाने यदा अण् आदेशः विधीयते यथा ऋत इति, तत्र अण् आदेशः विधीयते. अण् इति लङ् पर्यन्तमस्ति अत्र. इति आदेशः अभवत्. अतः यत्र अण् आदेशः भवति तदा तत् रपरः भवति इति. इदानीं यद्यपि ऋकारः अस्ति, ऋकारः अस्ति इ आदेशः, इदानीम् उरण्ड्रपरः आगत्य वदति ऋकारस्य स्थाने अण् आदेशः. तत्र यद्यपि ऋत इति अस्ति, तत्तु दीर्घ ऋकारस्य अपि ग्रहणं भवति तत्र. त्रिंशत् ऋकार ऋकारेण त्रिंशत् प्रकारकः ऋकारः बोध्यमिति. अष्टादश ऋकारस्य अपि च लृकारस्य अपि तेषां ग्रहणं भवति अत्र. अतः यत्र यत्र ऋकारस्य स्थाने अण् आदेशः भवति, उः इत्युक्ते ऋकारस्य इति षष्ठकपदमस्ति खलु? आं, सम्यक्. आम्, अस्तु, षष्ठकपदम् उः इति ऋकारस्य षष्ठ्यन्तं रूपम् अस्ति. अतः स्थाने अण् रपरः भवति. यत्र अण् आदेशः भवति तत् रपरः भवति. अतः अत्र ऋतयुद्धातोः अस्ति. तत्र तत्र अस्ति, अस्तु, दृश् दृ इति, दृ इति दृ इति अस्ति दृय. अत्र ऋकारस्य स्थाने ई आदेशः अण् आदेशः इति, अण् प्रत्यारस्य वर्णः अस्ति. अतः तत्र रपरः भवति, जिर् इति भवति. अतः जिर् सारि रपरः जिरि इति भवति. जीर् जिर् प्रथमम्, अनन्तरं हलि जिर् एव भवति खलु? जीर् इति भवति खलु? प्रथमं जिर् एव भवति किल, रपरः ईकार आदेशः जिर् जिर् इति भवति. अनन्तरं कति हल् वर्णः अस्ति चेत् हल् चेत् सूत्रेण जीर्घः भवति. अत्र अण् रपरः विशेषणं किं, विशेष्यं किं महोदय? अण् रपरः अण् भूस्थाने अण् रपरः रपरः अण् इति विशेषणमस्ति वा अण् सम्यक् अण् इति अण् इति विशेष विशेषम् अण् रपरः कीदृश अण् रपरः अण् रपरः अण् आमां कीदृश अण् इति रपरः अण् रः पर परे यस्य सः रपरः रेपः परे यस्य सः बहुव्रीहिः समासः अन्यपदप्राधान्यम् इति सर्वदा स्मर्तव्यं रपरः इति तत्र यदा भवान् उक्तवान् ऋकारेण त्रिंशत् प्रकारकः ऋकारः भवति इत्युक्ते ऋकारस्य अष्टादशग्रहणं वयं सर्वदा जानीमः अनन्तरं लु इत्यस्य द्वादश अष्टादशयोगद्वादश त्रिंशत् प्रकारकः उरन् रपरः विषये एव त्रिंशत् ग्रहणं ऋत इद्धातोः इत्यस्य तु एकः दीर्घ ऋकारस्य एव ग्रहणं तप्रकरणं तत्र सूत्रं भिन्नभिन्नसूत्रमस्ति अस्तु अग्रिमं पठतु महोदय हली च अस्तु हली च हली च रेपान्तानां रेपान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति हलिपरे हलि सप्तन्तं च सप्तन्तं च अव्ययपदं द्विपदमिदं सूत्रं तिति धातो रूर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः योरुपदाय दीर्घः दीर्घ इकः इति इत्यस्मात् पूर्णतया अनुवृत्तिः येन लिति तदन्तस्य इत्यस्मात् इत्यस्य सहायेन तदन्तविधिः अतः ओर्हु प्रो ओर्हो इत्यनेन येषां धातूनाम् अन्ते रेफः वकारश्च तेषाम् अपि ग्रहणं भवति अनुवृत्तिचैतसूत्रमस्ति हलि च ओः धातोः उपदायाः इतः कीतः हलि च इति सूत्रं वदति रेफान् रेपान्तानाम् अपि च वकारान्तानां धातूनाम् उपदायाः स्थितः इक् वर्ण उपदायाः स्थितः इक् वर्णस्य दीर्घः भवति हलिपरे हलि हलि हलिपरे इति हलिसप्तम्यन्तं चाव्यपदम् अनुवृत्तिसहितसूत्रं पाणि अत्र ओरुपदायाः दीर्घः इकः इत्यस्मात् पूर्णतया अनुवर्ति पूर्वसूत्रात् पूर्वसूत्रात् न अस्तु सेवेन् एय्ट् एय्ट् एय्ट् एय्ट् पाण्ट् एय्ट् पाण्ट् सिक्स् पाण्ट् सिक्स् सेवेण्टि सिक्स् एतत्तु सेवेण्टि एतत्तु सेवेण्टि सेवेन् अस्ति किल सेवेण्टि सिक्स् ओरुपदायाः सेवेन् पूर्ण पूर्ण अनुवृत्तिः भवति रोः इत्यनेन वकारलकारयोः रोः इति तत्र तस्य वकार धातूनां रोः इति कस्य विभक्ति रोः षष्ठीभक्ति येषां धातूनाम् अन्ते रेफः वकारः वकार यत्र यत्र धातूनाम् अन्ते वकारकारः अस्ति हलिपरे हलिपरे तेषाम् उपदाय इक् वर्णस्य दीर्घः भवति इति अत्र वयं दृष्टवन्तः दृ योग य इति अस्ति अत्र इदानीं प्रथमं तु ऋत इत् इति सूत्रे धातोः इति सूत्रेण इ आदेशः अनन्तरं उरण्परः इत्यनेन इर् इति गिरि इति हलिक इति सूत्रेण अत्र इति चकार हलिचत्रेण ईर् हलिक इति सूत्रेण उपदायाः इक्वर्णस्य दीर्घः भवति इदानीं गिरि गिरि अस्ति यकार रकार इकार अपि च यकार ईर् यकार अस्ति हलिपरे इति किम् अस्ति अत्र हलिपरे अत्र शन् अस्ति खलु तदेव यकारः हल् यकार अस्ति अतः यकार अस्ति अतः दीर्घ यकारस्य परे यकारस्य परे रकार अस्ति चेत् अथवा वकारस्य परे रकार अस्ति चेत् न न न न न हलिपरे प्रथमं हलिपरे वकार अथवा रकार अस्ति चेत् हलिपरे रकार वकार अस्ति रेफान्तधातु अस्ति रेफान्तधातु अस्ति इदानीं इदानीमेव इदानीमेव प्रथमं नास्ति इदानीमेव रेफान्तधातुः अस्ति वा रेफान्तधातुः अस्ति हलिपरे अस्ति हलिपरे अस्ति उपधायां स्थितः इर् अस्ति इर् इति इकारः अस्ति अतः तद्दीर्घः भवति वा दीर्घ भवति हलिपरे यकार अस्ति हलि हलि यकारः हल् हल् वर्णः रेपान्तधातुः जिर् इति धातुः उपधायां दीर्घ उपधायाम् इक् वर्णः अस्ति तस्य दीर्घादेशो भवति हलिपरे क्षम्यताम् आं तदेव तावदेव तत्र अन्यत् किमपि वकारः अस्ति चेदपि भवति हलि च अपि बहुत्र आगच्छति महोदय अग्रे वयं पश्यामः ऋत इति धातुः आगच्छति हलि च बहुवारम् एतानि सूत्राणि बहुवारं पुनः पुनः आगच्छति किमर्थम् इत्युक्ते तत्र स्पेसिफिक् नियमः निमित्तं नास्ति षण् इति वा षित् अस्ति वा इति नास्ति हलि परे रेपान्तवकारान्तधातूनाम् उपधायां स्थित इक् वर्णस्य दीर्घादेशो भवति एतत्तु कुत्रापि भवितुम् अर्हति किल अतः बहुत्र आगच्छति बहुवारम् आगच्छति अत्र एकः मुख्यबिन्दुः सर्वत्र भवति खलु अतः कर्मणि प्रयोगे यत् कर्मणि प्रयोगे यत् अस्ति तत्र सर्वत्र धातोः प्रायः आम् अहं पूर्णतया तस्य कर्मणि प्रक्रिया न जानामि परन्तु आम् यत्र यत्र अवसरः अस्ति तत्र तत्र प्राप्तिः इदानीं दृष्टवन्तः किल तादृशं भवति किमर्थम् इत्युक्ते तत्र किमपि सार्व लकारः वा किमपि न दत्तमस्ति विकरणप्रत्ययः षित् पित् किमपि नास्ति जनरल् इति अस्ति किल अतः प्रायः कुत्रापि भवितुम् अर्हति यत्र यत्र यकारः हलि हल् वर्णः यकारः इति एव न हल् वर्णः परे अस्ति चेत् आगच्छति हल् वर्णः तु अस्ति एव किल किमपि हल् वर्णः भवितुम् अर्हति अतः तस्य प्रसक्तिः कुत्रापि भवितुम् अर्हति तत्र मुख्य एकः बिन्दुः अस्ति यद्यपि करपत्रे न दत्तमस्ति तदापि अस्य सूत्रस्य प्रयोगः अपदान्तधातोः विषये एव भवति हली च इति सूत्रस्य प्रसक्तिः अपदान्तधातोः विषये एव किमर्थम् इत्युक्ते तस्य पूर्वसूत्रं गोरुपदाया दीर्घः दीर्घ इकः इति सूत्रमस्ति किल तस्य प्रसक्तिः पदान्ते भवति एतत् सूत्रद्वयम् अपि त्रिपाद्याम् अस्ति पदान्त इति अधिकारे अस्ति अस्ति चेदपि हलीच इति सूत्रम् अपदान्तधातोः विषये एव भवति रोरुपदायाः दीर्घः इकः इति सूत्रं तु पदान्तधातोः पदान्ते धातोः इति नास्ति पदान्ते तस्य कार्यं भवति इति सूत्रद्वयम् अपि समानकार्यं परन्तु एकं सूत्रम् अपदान्तधातोः विषये अन्यत्तु यत्र पदसंज्ञा अस्ति तत्र भवति स्पष्टं वा अस्तु तत्र रोर्वा इति रोर्वोः इति यद् अनुवृत्तिरूपेण आगच्छति तदेव वदति येन विधिस्तदन्तस्य इति परिभाषासूत्रेण रेपवकारान्तधातुः इति अर्थं वयं ज्ञातुं शक्नुमः रोर्वाः इति अस्ति किल तेन वयं ज्ञातुं शक्नुमः तदेव विशेषणं रोर्वाः धातोः विशेषणविशेष्यभावः तत्रापि अस्ति यत्र यत्र विशेषणविशेष्यभावः अस्ति तत्र अस्माकं क्लू अस्ति, तत्र येन विधिस्तदन्तस्य इत्यस्य कार्यमस्ति इति. अस्तु, समीचीनम्. अरुणा भगिनी अग्रिमं पठति वा? आं भगिनि. वकारान्तानाम् इकः दीर्घत्वं चत्वारः दातवः, द्विवादिगणे चत्वारः वकारान्तदातवः सन्ति, दिवुं दिव् शिवुं शिव् स्त्रियुं स्त्रिवुं स्त्रिव् स्टिव् स्टिवु स्टिव् दिवुं क्रीडा विजिगीषा व्यवहार स्थिति मोद मद स्वप्नकान्ति स्थितिषु स्वीकरोति क्रीडति इच्छति जेतुम् इच्छति निद्राति गच्छति तेजस्वी प्रशंसा करोति प्रसन्नो भवति व्यवहारं करोति तत्तु सन्तने सन्तु सत्तने सन्ताने सीवनं करोति रोपयति त्रिभुं गतिशेषनयोः गच्छति शुष्कः भवति चिवुं निरसने उत्पित् वदति वकारान्तदातवः दिवादिगणे चत्वारः दातवः सन्ति के अपि दिवुं शिवुं त्रिवुं ष्टिवुम् अर्थं दातु अर्थः दिवुं बहूनि बहवः अर्थाः सन्ति क्रीडा जिजिगीषा व्यवहार द्युति स्तुति मोदमद स्वप्नकान्ति गतिषु अथवा स्वीकरोति रूपाणि स्वीकरोति क्रीडति इच्छति चेतुम् इच्छति निद्राति गच्छति तेजस्वी भवति प्रशंसा करोति प्रसन्नो भवति व्यवहारं करोति अश्वि सन्तु सन्ताने सीवनं करोति रोपयति एवं गतिशेषणयोः इति अर्थः गच्छति शुष्कः भवति एवम् अर्थः निरसने आं पठतु भगिनि अलिचसूत्रं पुनः. अलिच इत्यनेन यः धातुः वकारान्तः तस्य उपधायां स्थितः इकवर्णः दीर्घो भवति हलिपरे. चन् इति विकरणप्रत्ययः अलादि यकारादि च अपि च अतः सूत्रस्य प्रसक्तिः अस्ति. यदि चन् स्थित् अभविष्यत् तर्हि पुगन्तलघुपदस्य इत्यनेन उपधायां लघु इकः गुणः अभविष्यत्. गुणकार्ये अभावे हलिच आगत्य कार्यं करोति. हलितसूत्रं वदति यः धातुः वकारन्त अस्ति महोदय प्रश्नः अस्ति वा? तस्य उपदायं इक्वर्णः दीर्घः भवति हलिपरे. षन् धातु विकरणप्रत्यया दिवादिगणे विकरणप्रत्यय षन् इति प्रत्ययः हलादि च अपि अपित् च अतः सूत्रस्य प्रसक्तिः अस्ति. यदि शन् पित् अभविष्यत् तर्हि सूत्रं वदति शन् पर्यय अपित् एव, परन्तु अपित् भवति तदनन्तरं पुगन्तलघुपदस्य इति सूत्रेण लघु उपद इक् वर्णः गुणः अभविष्यत्. गुणकार्य अभावे हलिच आगत्य कार्यं करोति. हलिच शन् प्रत्ययः अपि अपि अपि गुणकार्यं भवति. यदा दिव् इति धातुः स्वीकरोतु भगिनि, यदा पुगन्तलघुपदस्य च कार्यं करोति चेत् रूपं किम् अभविष्यत्? देव् स्थाने यकारः आगच्छति, देव् योगः देव्यति इति रूपं. तत्तु साधुरूपं नास्ति किल. अस्माकं इष्टरूपं तु दीव्यति इत्येव अस्माकम् इष्टरूपम् अस्ति. अतः तत्र पुगन्तलघुपदस्य च इति कार्यं न करोति. गुणकार्यस्य अभावः अस्ति. किमर्थम् इत्युक्ते श्यन् इति प्रत्ययः अपित् अस्ति. अतः परन्तु अस्माकम् इष्टरूपं तु दीव्यति. कथम् आनयामः चेत् हलीच इति सूत्रं. सम्यक्, पठतु भगिनि. दिव् योगः शन् हलिच इत्यनेन वकारान्तधातोः हलिपरे उपदायां स्थित एकवर्णः दीर्घः. दिव् योगः य दिव्य इति अङ्गं, दिव्ययोगः इति दीव्यति. सूत्रं प्रक्रियायां दिव् योगः शन् यकार एव अवशिष्यति. नकार हलन्तमिति सूत्रेण इत्संज्ञा लोपः भवति. शकारः अशक्बद्धित् इति सूत्रेण इत्संज्ञा तदनन्तरं लोपः भवति. या एव अवशिष्यति. यकार हल् वर्णः ततः अवकारान्त धातुः हलिपदे उपदायाम् इकारः इकवर्णः अस्ति. ततः दीर्घः भवति. दीव् एव दीव् दीव् भवति. दीव् योगहाय दीव्य इति अङ्गं. दीव्ययो तिप् तिङ् प्रत्यययोजनेन दीव्यति इति रूपं भवति. सम्यक्, अग्रे अपि पठतु भगिनि. तदेव शिव् योगः शन् हलिच इक् वर्णः दीर्घः. शिव् योगः य सीव्य, सीव्ययोगः अस्ति सीव्यति इति रूपं भवति. साधु भगिनि. आम् आं सम्यक् एव. अग्रिमद्वयमपि पठतु. तदनन्तरं त्रिव् तृतीयदातः धातुः त्रिव् योगः शन् हलिचासूत्रेण एकवर्णः दीर्घः भवति. त्रिव् योगः य त्रीव्य अङ्गं भवति. त्रिया योगः ति त्रीव्यति इति रूपं भवति. तदनन्तरं श्चिव् योगः शन् हलिच इकः वर्णः दीर्घः भवति. स्टीव् योगाय स्टीव्य, स्टीव्य योगः इति स्टीव्यति इति रूपं भवति. स्टीव् धातोः वकार अन्त अङ्ग धातुः इकवर्णः अस्ति. उपदायां उपवर्ण दीर्घ इकवर्णः अस्ति. हलि च शन् यकार हलि हल हल् वर्णः ततः दीर्घः भवति. हलिचसूत्रेण स्टीव् स्टीव् योग स्टीव्या अङ्गं भवति. सम्यक्. तत्र स्टीव् इति धातुः वयं वादिगणे अपि दृष्टवन्तः. तत्र स्टिव् क्लमु चमांशिति इति सूत्रेण दीर्घत्वं तत्र भवति. अत्र हलीच इति सूत्रेण भवति. तद् किमर्थम् इति अग्रे दत्तमस्ति परिशिष्टम् इति भागे, परन्तु स्मारणार्थं वदामि. तत्र किं भवति इत्युक्ते भुआदिगणे स्टिव्योगः अस्माकं तत्र भुआदिगणः इति कृत्वा कर्तरी शप् इत्यनेन शप् आगच्छति. स्टिव् क्लमु शमां शिति इति सूत्रेण शप् इति प्रत्ययः शित् इति कारणेन तत्र गुणः अभविष्यत्. परन्तु गुणं प्रबाद्य स्टिवु क्लमु चमांशिति इति सूत्रेण दीर्घादेशः भूत्वा स्टीवति इति रूपम् आगच्छति. तत्रापि वयं दृष्टवन्तः स्टिवु क्लमु चमांशिति पुगन्तलघुपदस्य च इति अनयोः मध्ये पुगन्तलघुपदस्य च इति परसूत्रमासीत्, किन्तु ष्टिप् धातोः षित् प्रत्यये परे पुगन्तलघुपदस्य च इत्यनेन गुणः भवति चेत् ष्टिवु क्लमु शमांसिति इति सूत्रं सूत्रस्य अन्यत्र लब्धावकाशो नास्ति, तस्मात् अपवादस्य वार्ता इति कृत्वा तत्र ष्टिवु क्लमु शमां क्षिति एव प्रवर्तते इति तत्र वयं दृष्टवन्तः. तत्रापि रूपं ष्टीवति इत्येव आसीत् भुवादिगणे. अत्रापि ष्टीवति इत्येव रूपं, परन्तु सूत्रं तु भिन्नं, हली च. किमर्थं सूत्रद्वयस्य आवश्यकता? एकसूत्रमेव स्वीकृत्य, एकमेव सूत्रं स्वीकृत्य वयं तु रूपं साधितुं शक्नुमः किल इति तत्र प्रश्नः. तत्र ष्टीवति, अत्र ष्टीव्यति इति एकम्. अनन्तरं किमर्थं ष्टिवु क्लमु शमां क्षिति इति सूत्रे अपि क्षिति परे इति दत्तमस्ति, शन् अपि षित् अस्ति, तद् एव स्वीकृत्य अत्रापि साधितुं शक्नुमः इति एकः प्रश्नः आगतः अस्माकं अत्र पुरातनवर्गे. तस्य समाधानम् अग्रे अस्ति, वयं तदपि पठामः, परन्तु प्रश्नः मनसि भवेत्. ष्टिवु क्लमु शमां क्षिति इति सूत्रमस्ति, तत्रापि षित् प्रत्यये परे दीर्घादेशः. भुवादिगणे अपि ष्टिवु इति धातुः ष्टीवति इति रूपं वयं साधितवन्तः. अत्र हलीच इति सूत्रेण ष्टीव्यति इति रूपम् आगच्छति. अग्रे समाधानं पठामः, परन्तु प्रश्नः तु यदा वयम् आगतवन्तः तस्मिन् भागे प्रश्नः अहं किञ्चित् स्मारितवती. अस्तु, आं भगिनी, भवती एव पूरयतु भगिनि. सुप् धातु आं दा भगिनि, सुप् धातु स्टिव् स्टिव् श्वशक् श्वशक् श्वष्कतीनां श्वष्टकतीनां सत्त्वप्रतिषेधो वक्तव्यः इति वार्तिकं धात्वादेः शः सः इत्यस्य निषेधकं नामधातूनां स्टिवु श्वष्क श्वष्क अनयोः धात्वोः च शकारस्य स्थाने सकारादेशः न भवति. षोडीयते नामधातुः षण्डीयते नामधातुः स्टीवति श्वशक्ते इति वार्तिकं वदति. सुप् सुप् नामधातुबन्धानां स्टिवु श्वशक् श्वशक्तीनां सत्त्वप्रदिश सत्त्वप्रतिषेधे भेदः वक्तव्यः. सूत्रमस्ति धात्वादेः शः अस्ति, सः इत्यस्य सकारः सकारः भवति. धात्वादेः शकारः अस्ति चेत् तत् सः सकारः भवति. परन्तु शुभ शुभ शुभ धातु शुभ धातु सूत्रेण निषेधकं करोति नामधातूनां स्टिवु श्वशक् अनयोः धात्वोः शकारस्थाने शकारादेशः न भवति. शुब्धातु शुब् शुभन्तरूपं पदं शीडीयते षोडीयते नामधातुः षण्डीयते नामधातुः स्टीवति श्वशक्ते इति ये धातवः प्रातिपदिकात् आगतः तेषां नाम नामधातुः इति अस्ति. अतः षोडीयते षण्डीयते इति नामधातुः अस्ति. येषां कृते तत्र सत्त्वप्रतिषेधो वक्तव्यः इति एतत् वार्तिकेन तत्र शकारः एव तिष्ठति, तस्य सकारपरिवर्तनं न भवति. सम्यक्. अस्तु, राजेन्द्रमहोदय पञ्चमबिन्दुः पठति वा? आम् आम् आं भगिनि. गुणः एकधातुः निमिधां स्नेहिने स्निग्धः भवति टु मेल्ट् डिसाल्व् आदिर् नीटुडवः उपदेशनासिकेत् तस्य लोपः इत्येभिः अनुबन्धलोपे मिद् इति धातु अस्ति. गुणः एकधातु अस्ति तत्र धातूनां गुणः अस्ति गुणकार्यम् कार्यम् अस्ति मिदेर्गुणः यथा अग्रे आगच्छति. आम् गुणकार्यम् अस्ति तत् एकमेव धातुः अस्ति निमिधां यस् अर्थमस्ति स्निग्धः भवति मेल्ट् डिसाल्व् निमिधाम् अत्र आदिर् नीटुडभ ण्यकारस्य ण्यकारस्य च अपि च अपदेश अजनुनासिक इति सूत्रेण तत् अनुबन्धलोपं भूत्वा मिद् एव अवशिष्यते अत्र अस्मिन् धातोः. मिदेर्गुणः एक मिद् धातोः गुणः भवति क्षिति प्रत्यये परे मिदेः षष्ट्यन्तं गुणः प्रथमान्तं द्विपदं सूत्रं षण् प्रत्ययस्य अपित्वात् किनिति च इत्यनेन गुणनिषेधः किन्तु मिदेर्गुणः तस्य अपवादसूत्रम् अनेन गुणः भवति. ष्ठु कल्मुच्छ मां क्षिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः इको गुणवृद्धिः इत्यनेन परिभाषासूत्रेण इकः आयाति यत्र स्थाने न उक्तम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मिदेः अङ्गस्य इकः गुणः क्षिति परे परे मिदेर्गुणः सूत्रं किं वदति मिद् अत्र द्वादिगणे धातुः अस्ति तत्र षण् प्रत्ययः आगच्छति षण् प्रत्ययः तु कित्नित् अस्ति नित्वा तत्र गुणकार्यं निषेधं भवति परन्तु मिद् धातुः कृते अत्र विशेषसूत्रमस्ति यत् मिदेर्गुणः सूत्रं तस्य अपादभूतसूत्रम् अस्ति यत्र क्षिति ष्ठुकुल्मुच्चां क्षितिः तस्मात् सूत्रात् क्षिति अनु इत्यस्य अनुवृत्तिः भवति इको गुणवृद्धिः इत्यनेन परिभाषासूत्रेण इकः आयाति यत्र स्थाने न उक्तम् अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रं मिदेः अङ्गस्य इकः गुणः क्षिति अत्र मिदेः धातोः अङ्गस्य इकः गुणः भवति क्षितिप्रत्यये परे अत्र अस्मिन् धातोः. मिद् योगिष्यन् मिदेर्गुणः इत्यनेन क्षितिपरे गुणः मेद् योगय्य मेद्य इति अङ्गं मेद्य योगति मेद्यति अत्र यद्यपि तत्र गुणनिषेधः आसीत् अपित्वात् परन्तु विशेषसूत्रं मिदेर्गुणः आगत्य तत्र कार्यं गुणकार्यं कारयति अत्र मेद् भवति मेद् योगीय मेद्य मेद् योगति मेद्यति. सम्यक्. एतत्तु गुणविधायकसूत्रमस्ति मिदेर्गुणः इति गुणविधायकसूत्रं 7382 इति मिदेर्गुणः अस्ति. अग्रिमं सूत्रमस्ति जुसि च इति. अनन्तरमस्ति सार्वधातुक अर्धधातुकयोः इति. अत्र गुणः इति अनुवृत्तिः मिदेर्गुणः इति सूत्रात् एव आगच्छति. गुणविधायकसूत्राणि मिदेर्गुणः गुणविधायक सूत्राणि तत्र मिदेर्गुणः एव प्रथमसूत्रम् सूत्राणाम् आम् मिदेर्गुणः गुणविधायकसूत्रेषु प्रथमं सूत्रं मिदेर्गुणः एव. अनन्तरमेव सार्वधातुक अर्धधातुकयोः आगच्छति. यदा महोदय उक्तवान् साधारणतया अत्र तु दिवादिगणे गुणनिषेधः इति च इति सूत्रेण अपित्वात् परन्तु विशेषसूत्रमस्ति मिदेर्गुणः अतः अपवादसूत्रं निति च इत्यस्य अपवादसूत्रं मिदेर्गुणः तत्र एकः एव धातुः मिद् इति धातुः मिथ्यते इति क्षम्यतां मेध्यते इति तस्य अङ्गं भवति क्षम्यतां रूपम् धातु अस्तु सम्यक् अग्रिमं पठामः आम् श्रीवल्ली भगिनि आं भगिनि आं भगिनि धात्वादेशः एकः धातुः अस्ति दिवादिगणे धातु जनि प्रादुर्भावे इति अर्थः उत्पन्ने भवति सज्जातः भवति सूत्रं ज्ञा जनोर्जा ज्ञा क्रादिगणे जन् दिवादिगणे चेत् अनयोः जा आदेशः भवति शिति प्रत्यये परे आदेशः अनेकाल् अतः अनेकाल्चित् सर्वस्य इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य ज्ञाः च जन् च तयोः इतरेतरद्वन्द्वः ज्ञाजनौ तयोः ज्ञाजनोः ज्ञाजनोः षष्ट्यन्तं जा लुप्तप्रथमाकं पदं द्विपदमिदं सूत्रम् स्टिवु क्लमुच मां शिति इत्यस्मात् शिति इति अस्य अनुवृत्तिः अङ्गस्य इति अधिकारः अनुवृत्तिसहितसूत्रं ज्ञाजनोः अङ्गस्य जा शिति ज्ञाजनोः जा इति सूत्रेण ज्ञा धातु क्रयादिगणे अस्ति जन् धातु दिवादिगणे अस्ति अनयोः द्वे धातोः स्थाने जा आदेशः भवति निमित्तं शितिप्रत्यये परे अत्र अनेकाल् शित् सर्वस्य किन्तु आदेशः जा इति अनेकाल् अतः अनेकाल् शित् सर्वस्य इति सूत्रेण पूर्णधातोः स्थाने जा जा इति आदेशः भवति निमित्तं क्षितिपरे क्षितिपरे तदेव मुख्यमस्ति आदेशः अनेकाल् आदेशः अनेकाल् पठतु भगिनि अनेकाल् षित् सर्वस्य इति सूत्रम् आदेशः अनेकाल् आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः अथवा षित् चेत् सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णः यस्य स्थाने आदेशः आदिष्टः सः स्थाने इदं सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः न एकः अनेकः न तत्पुरुषः अनेकः अल् यस्य सः अनेकाल् बहुव्रीहिः शकारः इत्यस्य सः षित् बहुव्रूहिः अनेकाल् च षित् च अनेकाल् षित् समाहारद्वन्द्वः अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं स्थाने अन्तरतमः इत्यस्मात् स्थाने इति अस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकाल् षित् सर्वस्य स्थाने अनेकाश्चित् सर्वस्य इति सूत्रम् अलोन्तस्य इति सूत्रस्य अपवादः किन्तु आदेशः अनेकाल् अनेकाल् इति न एकः न एक अल् अनेक अथवा षित् अपि आदेशः षित् अपि चेत् सर्वस्य स्थाने स्थाने आदेशः भवति अनेकाल् वा षित् वा आदेशः चेत् तत्र अनेकाचित् सर्वस्य सर्वस्य ज्ञा इति स्थाने जा इति आयाति जन् इति स्थाने जा इति आयाति जन् धातुः आत्मनेपदी जनी अनुबन्धलोपे जन् उपदेश अनुनासिक इति सूत्रेण अनुबन्धलोपे तस्य लोपः जन् इति रूपम् अवशिष्यते. जन् योगः शन् इति न जनोर्जा इत्यनेन क्षितिपरे शन् इति षित् प्रत्ययः क्षितिपरे जा आदेशः भवति. जन् स्थाने जा आयाति. जा योगः या जाया इति अङ्गं. जा योगः आत्मनेपदी इति ते जायते इति रूपं निष्पन्नं. जायते इति रूपं तत्र न्या इत्युक्ते किं भवति क्रयादि ज्ञान क्रयादिगणे स्न स्न एव सम्यक् एव स्न स्न ज्ञान इति न्यास्थाने आदेशः नास्त सोरि जा जानाति अस्माकं जानाति इति जानाति इति एतेन सूत्रेण एव आगच्छति. न्याजनोर्जा इति सूत्रेण एव न्यास्थाने झा आदेशः जानाति इति अस्माकं प्रसिद्धरूपम्. अत्र जनि इत्यस्मिन् अपि झा एव आगच्छति. अनेकाल् अस्ति अतः अनेकाल्चित् सर्वस्य इत्यस्य सहायेन आगच्छति. जायते इति आत्मनेपदी. सम्यक् रघुपतिमहोदय. आं भगिनि. ओकारान्तानाम् ओकारलोपः चत्वारः धातवः सन्ति दोषो चोषो दो अवकण्ठने विभागे भग्नं करोति इति अर्थे शो तनुकरणे तीक्ष्णं करोति कृशं करोति चो छेदने कर्तयति शो अन्तकर्मणि पूरयति समापयति ओतः अस्तु ओकारान्तानाम् ओकारलोपः अस्तु ओतः शनि इत्यनेन धात्वङ्गस्य धात्वाङ्गन्तस्य ओकारस्य लोपो भवति शनिपरे. दो योगः शन् ओतः शनि इत्यनेन शनिपरे शन् शन् प्रत्ययपरे शनिपरे धात्वाङ्गान्तस्य ओकारस्य लोपः भवति. इदानीं द् योग दो योग शन् अस्ति दकार ओकार अपि च यकार. इदानीं शन् यकार अत्र शन् अस्ति शन् प्रत्ययः अस्ति अतः धात्वाङ्ग अस्ति दो इति अस्य अन्तिम ओकारस्य लोपः भवति. दो शन् इति दकार योगः यकार भवति. ज्य इति अङ्गं ज्यति एव अन्तिमरूपं ज्यति इति. तथैव शो योग शन् अत्रापि अन्तिम ओकारः अस्ति अतः ओकारस्य लोपः ओतः शनि इति सूत्रेण श इति शकारयोगः यकार श शति इति. तथैव शो योगः शन् शति. शो योग शो इति शो इति अस्ति इदानीं धात्वादेशः सः इत्यनेन शकारस्य सकारादेशः अथवा सो योग शन् इदानीं सो अपि सकार ओकारस्य लोपः भवति शन् शनि ओत शनि इत्यनेन शनि इति सोरि शति शति इति शति इति अन्तिमं रूपं भवति. अग्रे पठामि वा? आम् आम् आम् सूत्रमपि पठतु. सूत्रम् ओतः शनि इति सप्तमाध्यायस्य तृतीयपादस्य एकसप्ततितमः सूत्रमस्ति. धात्वाङ्गस्य ओकारस्य लोपः भवति शनिपदे. धात्वाङ्गस्य ओकारस्य लोपः भवति शनिपदे इत्येव दत्तमस्ति. अलवन्तस्य इति परिभाषासूत्रस्य साहाय्येन आदेशः अन्तस्य अल्वर्णस्य स्थाने भवति. धात्वान्ते धात्वान्ते एव अलकारस्य एकम् एकम् एकनिमिषं धात्वान्ते एव ओकारस्य लोपः. ओतः षष्ट्यन्तं शनि सप्तम्यन्तं विवरमिदं सूत्रं. घोर्लोपो लोटि वा इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसूत्रमस्ति. शनि ओतः अङ्गस्य लोपः इति अत्र सूत्रं वदति. शन् शन् प्रत्यये शन् प्रत्यये अङ्गस्य धात्वाङ्गस्य ओकारस्य ओत इति तपःसत्कालः अस्ति. ओकारस्य एव भवति ओत ओत् इति ओत् ओतः इति षष्ट्यन् षष्ट्यन्तमस्ति खलु. हा सत्यम् अस्तु. तस्य लोपः भवति इति ओतः शनि इति सूत्रं वद आगत्य वदति. अत्र चत्वारः दातवः सन्ति. अतः अत्र एतस्य कार्ये अत्र एव वा सर्वत्र शनिपरे एव अन्यत्र अन्यत्र नास्ति. अस्तु अस्तु. इदानीं चत्वारः दातः एव दो यो दो इति ध्यति भवति, शो इति क्षति भवति, चो इति क्षति, शो इति श्यति इति कथं भवति इति वयं ज्ञातवन्तः ओतश्यति इति सूत्रेण. आम् तत्र ओतः शनि शनि ओतः अङ्गस्य लोपः कीदृश अङ्गम् इत्युक्ते यस्य अन्ते ओकारः अस्ति. तत्रापि अस्माकं येन विधिस्तदन्तस्य इत्यस्य कार्यमस्ति. ओकारः तादृशधातोः यस्य अन्ते ओकारः अस्ति इति सम्यक् ओतः शनि इति सूत्रेण कार्यं भवति इति. अस्तु अग्रे सरामः. अरुणा भगिनी. आं भगिनि. शमादि अन्तर्गणः अष्टदातवः. शमामष्टानां दीर्घः शनि. शमादीनाम् अष्टानां धातूनां दीर्घत्वं शनि परे. दिवादिगणे कश्चन अन्तर्गणः अस्ति शमादिगणः नाम्ना, यस्मिन् अष्टधातवः सन्ति. शनिपरे येषां धातूनाम् उपधायां स्थितः अकारः दीर्घः भवति. अचश्च इत्यस्य सहायेन अचः एव दीर्घत्वं. शमां षष्ट्यन्तम्, अष्टानां षष्ट्यन्तं, दीर्घः प्रथमान्तं, शनि सप्तम्यन्तम् अनेकपदमिदं सूत्रं. समाम् इत्यस्य बहुवचनेन शमादिः इति अन्तर्ग्रहणम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. शमाम् अष्टानाम् अङ्गानाम् अचः दीर्घः शनि. शमाष्टानां दीर्घधातु सूत्रं वदति. दिवादिगणे अष्टधातवः समादि शमादिगणः इति वदति. धातवः शनिप्रत्ययपरे येषां धातूनाम् उपधायां स्थितः अकारः दीर्घः भवति. अचश्च इति परिभाषासूत्रं वा भगिनि? सम्यक् परिभाषा. अचश्च अचश्च इति परिभाषासूत्रेण इति अस्य सहायेन अचः एव दीर्घत्वं भवति. अनुभूतिसहितसूत्रं. क्षमाम् अष्टानाम् अङ्गानाम् अचः दीर्घः शनि परे शनि इति सूत्रम्. तत्र क्षमाम् अष्टानाम् इति दत्तमस्ति, अङ्गानामपि अस्ति. अङ्गानाम् इति अनुवृत्तिः, अधिकारः अङ्गस्य इति अधिकारः अस्ति अत्र, अतः अङ्गानाम् आगच्छति. दीर्घः इति सूत्रे एव अस्ति, शनि अपि सूत्रे एव अस्ति, अचः इति नास्ति. तत्र दीर्घः इति वदनेन केषां सूचना इत्युक्ते अच् वर्णस्य एव सर्वदा दीर्घ ह्रस्व प्लुत इत्युक्ते अच् वर्णस्य एव भवति अतः अचश्च इति परिभाषासूत्रम् आगत्य अचः दीर्घः इति वदति धन्यवादः अचश्च अपि पठतु भगिनि यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्त्यं पदम् आगत्य उपस्थितं भवति परिभाषासूत्रम् अचः षष्ट्यन्त्यं च अव्ययपदं द्विपदमिदं सूत्रम् ऊकालो ह्रस्वदीर्घप्लुतः ओ ह्रस्वदीर्घप्लुतः इत्यस्मात् अच् अश्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः तत्र विभक्तिपरिणामेन तृतीयान्तं भवति अश्वदीर्घप्लुतैः शब्दैः अनुवृत्तिसहितसूत्रम् अश्वदीर्घप्लुतैः अचः च अच् प्रयत्नं करोमि यत्र यत्र अश्वदीर्घप्लुतः विधीयते तत्र अच्छः इति स्वीकरणीयम् षष्ट्यन्त्यपदम् आगत्य उपस्थितं भवति परिभाष अचश्च इति परिभाषासूत्रम् इति वदति अचः षष्ट्यन्त्यं च अव्ययपदं द्विपदं सूत्रम् अनुवृत्तिसूत्राणि ऊकालो ह्रस्वदीर्घप्लुतः इति सूत्रेण अच् अश्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः भवति तत्र किं विभक्तिपरिणामं भगिनि अहं न जानामि तत्र विभक्तिपरिणामेन तृतीयान्तं भवति तत्र पूर्वस्मिन् तस्मिन् ऊकालो ह्रस्वदीर्घप्लुतः इति यद् अस्ति तेन अत्र अस्मिन् सूत्रे ह्रस्वदीर्घप्लुतैः शब्दैः इति तृतीयान्तं विभक्तिपरिणामं कृत्वा अनुवृत्तिसहितसूत्रं वदति अश्वदीर्घप्लुतैः अचः च अच् तेन यद् अच् वयं स्वीकुर्मः तद् तु ह्रस्वदीर्घप्लुतः विधीयते अच् इति यत्र यत्र अस्ति अचः इति षष्ट्यन्तं पदम् अस्ति तदागत्य उपस्थितं भवति अचः इति अचः दीर्घः इति वदामः चेत् तत्र किम् अचः इत्युक्ते किम् इत्युक्ते ह्रस्वदीर्घप्लुतः प्लुतैः अचः इति तृतीयान्तं तत्र आगच्छति ह्रस्वदीर्घप्लुतैः अचः च अच् तृतीयान्तं षष्ट्यन्तम् अनन्तरं प्रथमान्तम् येन तेन ह्रस्वदीर्घप्लुतैः प्लुथ तेन यद् अचः आगच्छति तस्य अच् अस्तु अग्रिमम् अपि भगिनि ऊकालो ह्रस्वदीर्घप्लुतः इति संज्ञासूत्रम् अनेन ऊ इत्यस्य नाम अश्वः ऊ इत्यस्य नाम दीर्घः इत्यस्य नाम प्लुतः ततः अग्रिमं सूत्रम् अचश्च वक्ति यत् यत्र यत्र एतैः शब्दैः आदेशः इष्टः तत्र तत्र अचः स्थाने एव अयम् आदेशः भवति किमत्र ऊ इति यद् ऊकालो इति यत् एकं पदं दत्तमस्ति तेन एव अस्यापि ग्रहणं त्रयाणां वर्णानां ग्रहणम् उच्चारणकालः इति वदामः किल तस्य उच्चारणकालः ऊ इति दत्तमस्ति किमर्थम् उ इति स्वीकृतवान् पाणिनिना इत्युक्ते अस्माकं कुक्कुटः अस्ति किल काक् तद् प्रातःकाले तस्य ध्वनिः उ उ ऊ इत्येव भवति. किमर्थम् आ वा ई वा अन्यवर्णाः किमर्थं न स्वीकृतवान्, उ एव स्वीकृतवान् इत्युक्ते एतद् लघुकथा अस्ति. सः कुक्कुटः प्रातःकाले यथा तस्य शब्दः भवति उ उ ऊ इति, तद् श्रुत्वा तत्र अस्मिन् सूत्रे स्थापितवान्. ऊकालो ह्रस्व अपि भवति, दीर्घस्वरः अपि तस्य कुक्कुटस्य भवति, प्लुतस्वरः अपि कुक्कुटस्य भवति. अतः ऊकालो ह्रस्वदीर्घप्लुतः इति सूत्र ऊकारः स्वीकृतवान्. अन्यवर्ण अन्य अच्वर्णः न स्वीकृतवान्, परन्तु ऊकारः स्वीकृतवान् इति एका लघुकथा. सुन्दरमस्ति. तावदेव तत्र अचश्च इति वक्ति वदति यत्र यत्र एतैः शब्दैः आदेशः इष्टः तदेव तस्मिन् तत्र तृतीयान्तं पदमासीत् किल तस्य एव स्पष्टीकरणम् अत्र. एतैः शब्दैः आदेशः इष्टः तत्र तत्र अचः स्थाने एव अयम् आदेशो भवति, अचः स्थाने एव आगच्छति इति. सम्यक्, धन्यवादः. तत्र कोऽपि स्मरति वा ऊकालो ह्रस्वदीर्घप्लुतः इति यदस्ति तत्र सन्धि किम् आगच्छति इति? ह्र ह स्थाने ज कथम्? रघुपतिमहोदय, राजेन्द्रमहोदय, सन्धिवर्गे ये आं भगिनि, तत्र ऊकालो ह्रस्वदीर्घप्लुतः इत्यस्य सन्धिविच्छेदं कुर्मः चेत् हकारस्य स्थाने जकारः कथम् आगच्छति? सूत्रं स्मरति वा? हकारयोः अन्यतरस्यां जयोः अनतरस्यां. सम्यक्, तदेव येन सूत्रेण एव हकारस्य स्थाने जकारादेशः, जयोः अन्यतरस्याम् इति सूत्रेण. ऊकालो ऊकाल अच् ह्रस्वदीर्घप्लुतः इति तस्य सन्धिविच्छेदं, क्षम्यतां पदविच्छेदं, सूत्रच्छेदः ऊकालः अच् ह्रस्वदीर्घप्लुतः इति. चकारस्य स्थाने जकारादेशः अस्माकं जष्ट्वसन्धि, अनन्तरं ह्रस्व हकारस्य स्थाने झ महाप्राण झ झकारादेशः, यदा महोदय उक्तवान् जयोः अन्यतरस्याम् इति सूत्रेण. सम्यक्. इदानीं राजेन्द्रमहोदय. आं भगिनि, आं भगिनि, अग्रे पठामि वा? आम् आम्, अग्रे एव. शमूम् उपश्मै शान्तः भवति, अत्रापि अनुबन्धलोपानन्तरं शम् एव अवशिष्यते, शं योगिष्यन् शमाम् अष्टानां दीर्घः शनि सूत्रेण अत्र अत्रस्य दीर्घत्वं भवति. शां शां योगीय शाम्य इति अङ्गं, शाम्ययोग इति तिङन्तपदं, शामयति. तमुं काङ्क्षायाम् इच्छति, अत्रापि अनुबन्धलोपानन्तरं तम् अवशिष्यते, तं योगिष्यन् समाम् अष्टानां दीर्घः शनि दीर्घतमं भवति, शा तां भवति, तां योगीय ताम्य इति अङ्गं, ताम्यति. दमुम् उपशमे शान्तः भवति, दम् दं योगिष्यन् अत्रापि शमाम् अष्टानां दीर्घः शनि इत्यनेन दीर्घत्वं भवति, दां भवति, दां योग्य दाम्य दां दामयति. श्रमु तप् तप्सि शान्तः भवति, अत्रापि अनुबन्धोपानन्तरं श्रम् अवशिष्यते, श्रं योगयिष्यन् शमाम् अष्टानां दीर्घ शनि तत्र श्रां भवति, श्रां योगय श्राम्य श्रामयति रूपं लटि भवति. ब्रह्मं अनवस्थाने भ्रमणं करोति, भ्रम योग शन भ्राम शमाम अष्टानां दीर्घा शनि सूत्रेण दीर्घतम भवति भ्राम योगीय भ्राम्य इति अंगं भ्राम्य योगति भ्रामयति क्षमु सहने क्षमां करोति क्षम क्षम योगिशन अत्रापि समाम अष्टानां दीर्घाशनि क्षाम भवति क्षाम योग यकारः य विकरणप्रत्ययः क्षाम्य इति अङ्गं क्षामयति कल्मूं ग्लानो ग्लानः भवति क्लं योग शन् अत्र समाम अष्टानां दीर्घाशनि अत्र दीर्घतमं भवति क्लां भवति क्लां योगीय क्लाम्य इति अङ्गं क्लामयति मधि हर्षे प्रसन्नः भवति मद् मद्योगशन् अत्र समामष्टानां दीर्घः शनि तत् दीर्घतमं भवति माद् माद्योगीय माद्य इति अङ्गं माद्य योगति माद्यति अत्र समानप्रक्रिया एकमेव तत्र क्लमू इति यद् धातुः अस्ति तदपि भुआदिगणे अस्ति तत्रापि ष्टु क्लमु क्षमां क्षिति इति सूत्रेण तत्रापि तत्र दीर्घत्वमेव भवति क्लामति इति रूपम् आगच्छति अत्र तु क्लाम्यति तदपि प्रश्नः आसीत् किमर्थं भिन्नसूत्रेण एकमेव सूत्रं पर्याप्तं किल क्षमाम् अष्टानां दीर्घः शनि इति एकं सूत्रम् अनन्तरं ष्टिवु क्लमु क्षमां क्षिति इति एकं सूत्रम् अनन्तरं हली च इति भिन्नभिन्नसूत्रस्य आवश्यकता का इति एकः प्रश्नः आगतः अस्ति तदेव परिशिष्टरूपेण महोदयः अग्रे स्थापितवान् अद्य पठामः वा अग्रिमवर्गे पठामः वा समयः जातः भवान् किं चिन्तयति इति वदतु पठितुं शक्नुमः यदा निमिषद्वयमेव भवति अस्माकं तु कार्यं नास्ति किमपि लाक्डौन् मध्ये गन्तुं न शक्नुमः लाक्डौन् अस्तु पठामः निमिषद्वयम् एव भवति समाधानम् इति बहु किमपि नास्ति एकमेव एकः एव पङ्क्तिः अस्ति परन्तु पठामः तत् समापयामः आं राजेन्द्रमहोदय भवान् एव प्रथमपरिच्छेदं पठतु महोदय अस्तु भगिनि परिशिष्टं धातुपाठे भवादिगणे दिवादिगणे च द्वौ धातु उभयत्र स्थाः ष्ठु क्लमु च उभयत्र च उपधायां स्थितस्य स्वरस्य दीर्घत्वं किञ्च उभयत्र इदं दीर्घत्वं सिद्ध्यति भिन्नसूत्राभ्यां यद्यपि भवादिगणे यत् विशिष्टं सूत्रम् उक्तं ष्ठु क्लुं चां क्षिति तस्य प्रसक्तिर्भवति भवितुम् अर्हति स्म दिवादि द्विवादौ अपि षण् प्रत्ययस्य श्रुत्वात् अस्माकं वर्गे द्वे छात्रे इदं किमर्थम् इति पृष्टवत्योः मया यदा इमं प्रश्नं मात्रः पृष्टः तदा ताभिः विचिन्त्य उक्तः यत् अस्तु इदानीं तु भवादिगणे द्विवादिगणे यथा भगिनी पूर्वं उक्तवती ष्ठु अपि च क्लमु तत् धातुद्वयं तत् अस्ति तत्र किञ्चित् उभयत्र एकं तु भवादिगणे अस्ति द्वितीयं भवादिगणे अपि च द्विवादिगणे द्वौ धातो स्तः तत्र द्वौ सप्से तत्र उभयत्र दीर्घत्वं सिद्ध्यति परन्तु भिन्नसूत्राभ्यां तत् भिन्नसूत्रेण प्रयुज्य तत्र दीर्घत्वं भवति ष्ठु क्लु मुचां क्षिति तस्य प्रसक्तिर्भवितुम् अर्हति समादिवादिगणे अपि अत्र सूत्रं ष्ठु क्लु मुचां क्षिति तत् भवादिगणे सूत्रं भवति परन्तु दिवादिगणे अपि तस्य प्रसक्ति भवितुम् अर्हति शन् इति षित् प्रत्ययः अस्ति तत्कारणात् परन्तु तथा न भवति किमर्थं तथा न भवति तत्र महोदयं जनद्वयं प्रश्नः पृष्टवान् तत्र सः मात्रं पृष्ट्वा तत् किञ्चित् तत् विचिन्त्य किञ्चित् अधो लिखिता अस्ति अत्र मया इति स्वरूप् महोदयः सः मातरं दृष्ट्वा विचिन्त्य उक्ताः इति. धन्यवादः महोदय. श्रीवल्ली भगिनी पठति वा? आं भगिनि. वस्तुतः धातुपाठे अनेके दोषाः वा ब्राश ब्लाश भ्रमु क्रमु क्लमुत्र सित्रु तिलशः भ्राश् भ्लाश् भ्रमु चलने क्रं क्लं त्रस् त्रुट् लश् एतेभ्यः शन् विकल्पेन भवति कर्तृत्वके प्रत्यये परे. ये धातूनां शन् विकल्पेन भवति. अनेन सूत्रेण यदा भ्वादिगणे एव क्लमुधातोः विकल्पेन शन् इति तु उक्तमेव, तदा दिवादिगणे तस्य धातोः पठनस्य न कापि आवश्यकता न भवेत् एव, भ्वादिगणे एव भवतु. दिवादिगणस्य शमामष्टानां दीर्घः शनि इति अन्तर्गणविधायकसूत्रम् अयं धातुः निष्कासनीयः. शमां सप्तानां दीर्घः शनि इति भवतु. द्वादिगणे एव स्टिवु क्लमुचमां शिति इति अनेन एव क्लामति क्लाम्यति द्वयोः अपि दैत्यः दैत्यं भवतु. ये सूत्र सप्त शमाष्टानां दीर्घः शनि इति स्थाने शमाष्टा सप्तम शमां सप्तानां दीर्घः शनि इति भवतु. क्लमु इति धातुः वर्जयित्वा सप्तानां दीर्घः शनि इति भवतु. किन्तु क्लमु इति द्वादिगणे अपि अस्ति, विकल्पेन शन् इति प्रत्ययः विधीयते इति कारणेन द्वौ रूपौ अस्ति, क्लामति क्लाम्यति. स्टिवु क्लमुचमां शिति इति सूत्रेण क्लामति क्लाम्यति द्वौ रूपौ द्वौ द्वयोः अपि दैर्घ्यं भवतु. तत्र व्रा ब्राश् ब्लाश् इति सूत्रेण क्लम् इत्यस्य ग्रहणम् अत्र धातुद्वयस्य एव विवक्षा अस्ति किल, स्टिव् क्लम् क्लम् इत्यस्य विषये विकल्पेन श्यन् भवति, अनन्तरम् अन्यद् रूपमपि आगच्छति. विकल्पेन न भवति चेत् अन्यत् रूपमपि अस्ति, अतः एतद् ब्राश् ब्लाश् इति सूत्रेण एव रूपद्वयम् आगच्छति इति एकम्. अनन्तरं स्टिवु क्लमु शमां शिति इति सूत्रेण क्लामति क्लाम्यति द्वयोः अपि दीर्घत्वम्, अतः शमाम् अष्टानां दीर्घः शनि इत्यनेन क्लम् इति निष्कासयामः इति क्लम् विषये समाधानं. प्रथमं क्लम् विषये समाधानं. अवगतं किल सर्वैः? अनन्तरम् अग्रिमम् स्टिव् क्लम् चमां शिति. स्टिव् क्लम् चम् एषां धातुरूपी अङ्गानाम् अचः दीर्घत्वं शिति प्रत्यये परे. सूत्रस्य विवरणं दत्तमस्ति. ततः अग्रे उक्तव्य उक्तवत्यः अन्यच्च स्टिव् धातुः स्टिव् क्लम् चमां शिति इति अनेन एव द्वादौ अपि द्विवादौ अपि दीर्घत्वं भवतु. हलिच इत्यस्य द्विवादौ स्टिव् कृते न कापि आवश्यकता शन् इत्यस्य शित्वात्, अपि च तदपेक्षया पुनः इतः अपि सम्यक् स्टिव् धातुः द्वादिगणे एव भवतु. वा ब्राश ब्लाश भ्रमु क्रमु क्लमुत्र सित्रु तिलशः इति सूत्रे स्टिव् धातुं संयोजयत्, अनेन वादौ एव स्टिव् धातोः क्लमु इव विकल्पेन शन्. तस्मात् वादौ एव स्टिम् क्लमुचमां शिति इति अनेन द्वयमपि स्टीवति स्टीव्यति इति एव सम्यक्. ये सूत्रं स्टिव् इति धातोः विषये विवरणं दत्तमस्ति. अवगच्छति वा भगिनि? आं भगिनि, स्टिव् इति धातुः इत्यनेन स्टिव् क्लमचमांशिति इति सूत्रेण एव वादवपि द्विवादवपि दीर्घत्वं भवतु. परन्तु हलिच इत्यस्य आवश्यकता नास्ति द्विवादो स्टिव् कृते. शन् इति अस्य शिप् शिप् इति. अपि च तदपेक्षया पुनः इतः अपि सम्यक् स्टिव् धातुः वादिगणे एव भवतु. ये सूत्रेण स्टिव् अपि संयोजयतु. ब्लाशब्ल इति सूत्रे स्टिव् अपि स्टिव् धातुमपि संयोजयतु इति तदेव समाधानं. अतः सर्वदा तत्र स्टिव् क्लमु चमाम् इत्यस्मिन् विषये यद् प्रश्नः आगतः तस्य समाधानमस्ति स्टिव् क्लमु चमां शिति इति सूत्रेण द्वादिगणे अपि दिवादिगणे अपि रूपद्वयं साधितुं शक्नुमः. किमर्थम् इत्युक्ते षित् प्रत्यये परे ष्यन् अपि षित् अस्ति, द्वादिगणः शप् अपि षित् अस्ति इति. अत अनेन दीर्घत्वम् इति यद् रिसल्ट् अस्ति तदपि आगच्छति, निर्णयः तदपि आगच्छति. अनन्तरं वयं वा ब्राश् ब्लाश् इति सूत्रेण तत् सूत्रं वदति शन् विकल्पेन भवतु इति, येन तद् द्वितीयरूपमपि आगच्छति इति वदति. येन वयं शमामष्टानां दीर्घः शनि इति सूत्रस्य आवश्यकता नास्ति, हली च इति सूत्रस्य आवश्यकता नास्ति. स्टिव् क्लमु शमांशिति इत्यनेन एकं रूपं वा ब्राश् ब्लाश् इत्यनेन द्वितीयं रूपं साधयितुं शक्नुमः इति एव. ब्राश् ब्लाश् इति सूत्रेण स्टिव् इति धातोः संयोजयतः आम् तत्र योजनीयम्. तत्रापि शमामष्टानां शनि इत्यनेन एकः धातुः निष्कास्य वा ब्राश् ब्लाश् इत्यत्र एकः धातुः संयोजनीयः. तदेव समाधानं मातृभिः उक्तं. तदेव अग्रिम तदेव तदपि पठतु भगिनि, तद् किमपि परन्तु ततः अग्रे मातृभिः उक्तं किन्तु मम पुस्तकम् अधुना एव मुद्रितं, किमर्थम् इदं पूर्वमेव त्वया न उक्तम्? यदा मया पुनः उक्तं यत् अयं प्रश्नः द्वाभ्यां छात्राभ्यां पृष्टः तदा ताः उक्तव्यः ते द्वे छात्रे अतीव बुद्धिमत्यौ इति दिवादिगणे समग्रं तिङ्सम्बद्धं सार्वधातुकप्रकरणचिन्तनं समाप्तम्. अतः वयं दिवादिगणम् अपि समापितवन्तः. भुवादिगणः अभवत्, दिवादिगणः अपि अभवत्. अग्रिमगण अग्रिमसप्ताहे पश्यामः. सुदादिगणः अग्रिमगणः अस्ति. अस्तु, धन्यवादः. धन्यवादः भगिनी.